नमः सर्वेभ्यः. पुनः अस्माकं नूतनव्याकरणवर्गे सर्वेषां स्वागतम्. अस्माकं प्रवर्तमानः विषयः अस्ति धातुगुण अभ्यासः इति. तस्मिन् विषये गते सप्ताहे एव अभ्यासः आरब्धः. इदानीम् अत्र हृ धातुपर्यन्तं वयं प्राप्तवन्तः. ततः अग्रे पुंस् इति धातुतः अद्य पश्यामः. अत्र प्रथमम् अत्र तङ्गलक्ष्मी भगिनी वदति वा अत्र पुंस् इति धातुः कस्मिन् गणे अस्ति? भगिनि एकनिमिष. कुत्र अस्ति भगिनि? अत्र करपत्रे, मम करपत्रे चतुर्थं करपत्रम् अस्ति धातुगुण अभ्यासः इति. तत्र मध्ये पुंस् इति धातुः अस्ति. अत्र विनय महोदय प्राप्तवान् वा? विनय महोदय कृपया अन्म्यूट् करोतु स्टार् सिक्स् नोदयित्वा. अस्तु, तर्हि सावित्री भगिनी. सावित्री भगिनी अस्ति वा? सावित्री भगिनी. सावित्री भगिनी. कोऽपि वक्तुं शक्नोति वा अत्र? मीना भगिनी. अहं वदामि, हरीशः. हा वदतु महोदय. पुंस् इति धातुः पुंसयति इति लटि रूपमस्ति. अय इति श्रूयते, अनेन चुरादिगणे अस्ति इति मन्ये. सम्यक्, चुरादिगणे अस्ति. अत्र महादेवन् महोदय कृपया म्यूट् करोतु. अस्तु, अग्रे सुमन् भगिनी करोति वा? भगिनि, स्ना इति धातु, स्नाति भवति, प्रायः अदादिगणे. किमपि न भवति. गतसप्ताहे भवती उक्तवती आकारान्त धातवः प्रायः अदादिगणे इति. सत्यं सत्यम्, अदादिगणे एव अस्ति. समीचीनम्. अस्तु, धन्यवादः भगिनि. अग्रे इदानीं तङ्गलक्ष्मी भगिनी वक्तुं शक्नोति वा? आं भगिनि. हा वदतु. हरि ओम्. हा वदतु. श्रूयते वा? सावित्री अस्मि, पूर्वं मध्ये गतं मम. हा हा एकक्षणं भगिनी, इदानीं तङ्गलक्ष्मी भगिनी वदतु. आं भवतु. जीव् धातु जीवति, तदेव किल? हा सत्यं, जीवति. अदादिगणं वा? अदादिगणः इत्युक्ते अत्र अदादिगणे विकरणप्रत्ययः कः? विकरणप्रत्ययः नास्ति किल अदादिगणे? हा विकरणप्रत्ययः नास्ति. अत्र जीवयोगः ति, अत्र रूपं किम् अस्ति, क्रियापदं किम् अस्ति? आगच्छति. हा भुवादिगणे अस्ति. तर्हि अत्र जीव् इत्यस्मिन् गुणः भवति वा? जीव् इति अत्र गुणः न भवति. किमर्थं? भुवादिगणे गुणः भवति खलु? आम्. अत्र किमर्थं गुणः नास्ति? यतः अत्र ईकारान्तः आगच्छति. कुत्र ईकारान्तः? जी. हा सत्यमेव. कुत्र अस्ति दीर्घ इकारः? दीर्घ इकारः उपदा. हा बहु सम्यक्, उपदायां दीर्घ ईकारः अस्ति, अतः गुणः न भवति. सम्यक्, धन्यवादः भगिनि. अग्रे विनय महोदय. भगिनी म्यूट् कः? विनय महोदय अस्ति वा? अस्तु सावित्री भगिनी अस्ति वा? आम् हरि ओम्। न न एकक्षणं, विनय महोदय अस्ति वा? भगिनी मम श्रूयते वा? हा हा इदानीं श्रूयते, वदतु। ओके, धातुः क्षि अस्ति अथ रूपं क्षिणोति क्षिणोति क्षिणोति स्वादिगणः अस्ति। स्वादिगणः श्नु प्रत्ययः अस्ति परन्तु नु नो अवशेष्यः। मम प्रश्नः इदमस्ति, यदि वयं नु नो न शृणोति शृणोति अहं जानामि, परन्तु द्वितीय द्वितीयवचन शृणोति न भवति। प्रश्न अन्य अस्ति, वदतु भगिनी। द्विवचन क्षिणोति क्षिणूतः तीतः अन्ति क्षिणूतः तत्र क्षिणोति न भवति किमर्थम् इति वा? क्षिणोतः इति न भवति इति प्रश्नः वा? मम पूर्वं प्रबल दुर्बल स्ट्रोङ्ग् वीक् प्रत्ययः अहं जानामि परन्तु संस्कृतभाषायाम् अहं न जानामि। नो वर्सस् नो, कः प्रबल कः दुर्बल अस्ति? स्ट्राङ्ग् वीक्, स्ट्राङ्ग् वीक् इत्युक्ते अत्र अत्र नो इत्यस्य कथं नो नो अभवत् इति प्रश्नः वा? प्रश्नः न अवगतः। स्ट्राङ्ग् वीक् इत्युक्ते किम्? यदि वयं प्रथमं पुरुष सर्वे नाम सारी यदि अहं सर्वे पुरुषः प्रथमं वचनं दृश्यामि तर्हि नो अस्ति, परन्तु अहम् इदानीं लट्लकार वदामि, परन्तु यदि वयं द्विवचनं बहुवचनं प्रति गमिष्यामः तथा नो न भवति, नु भवति, नु प्रत्ययः अस्ति। हा नु न, हा हा वस्तुतः स्वादिगणे श्नु इति प्रत्ययः अस्ति, अस्तु श्नु इति प्रत्ययः अस्ति, तर्हि अत्र धातुः कः? धातुः अस्ति क्षि, क्षि क्षिण् इति धातुः अस्ति, तर्हि तत्र क्षि इति अवशिष्यते, क्षियोगः नु क्षिणु इति अङ्गं, क्षिणुयोगः ति, अत्र ति इति प्रत्ययः प्रथमपुरुषे ति इति प्रत्ययः, तत्र गुणः सम्भवति अतः क्षिणोति इति रूपं भवति, परन्तु यत्र द्विवचने अस्ति तत्र क्षियोगः नु पुनः क्षिणु इति अङ्गम् अस्ति, क्षिणुयोगः तः, तत्र गुणः न सम्भवति अतः क्षिणुतः उकारः एतावत् तिष्ठति, तत्र क्षिणो क्षिणोतः इति रूपं न भवति। अतः अग्रे गत्वा वयं परिशीलयामः यत्र कुत्र गुणः भवति कुत्र गुणः न भवति इति तत्सर्वं वयम् अग्रे सूत्रसहितरूपेण पश्यामः। इदानीं तत्र द्विवचने गुणः न भवति इति अवगच्छतु, अस्तु अस्तु समीचीनं। अग्रे सावित्री भगिनि। हा हरि ओम्। धातुः ददाति इति रूपम् अस्ति, एतत् जुहोति जुहोत्यादिगणे भवति, तत्र अत्र शपः श्लु लोपः इव तत्र द्वित्वं भवति इति अस्ति, अतः विकरणः नास्ति परन्तु द्वित्वं भवति, अतः ददाति इति रूपं। हा बहु सम्यक्, अत्र जुहोत्यादिगणे अस्ति, द्वित्वम् अस्ति, ददाति इति दृष्ट्वा ज्ञातुं शक्नुमः द्वित्वम् अस्ति, अतः जुहोत्यादिगणे अत्र विकरणप्रत्ययः शप् इति आसीत् तस्य श्लू इत्यनेन लोपः अभवत् अतः विकरणप्रत्ययः नास्ति, द्वित्वं भूत्वा ददाति इति रूपम्। अस्तु सम्यक्, अग्रे मीना भगिनी. नमस्ते महोदय, मम नाम विमला, प्रथमवर्गे आगमिष्यामि. हा हा, स्वागतं भगिनी. नमस्कारः, स्वागतम्. अत्र करपत्रम् अस्ति वा पुरतः? अस्ति. पश्यतु भगिनी, तत्र मध्ये एव वयं इदानीं कुर्वन्तः स्मः. अस्तु, अग्रे मीना भगिनी. पश्यामि भगिनि, ध्वन् इति धातु ध्वनयति इति लट् रूपं जुरादिगणे भवति. ध्वन् निच् भवति, ध्वनि ततः परं शप् भवति. ध्वनि ध्वने ध्वने एचायवः इति सूत्रेण ध्वनयति इति भवति. सत्यं, समीचीनं. ध्वनयति इति रूपं, ध्वन् इति धातुतः निच् प्रत्ययः भवति. तत्सर्वं वयं पूर्वं प्रायः न विस्तृतरूपेण दृष्टवन्तः. अतः ध्वन्योगः अय इति विकरणप्रत्ययं स्वीकृत्य ध्वनयति इति रूपं. परन्तु तत्र वस्तुतः प्रक्रिया कीदृशी इति चेत्, ध्वन्योगः निच् इति प्रथमं भवति, ध्वनि इति नूतनधातुः अस्ति, ध्वनियोगः शप् योगः ति. शप् इत्यस्मिन् केवलम् अकारः एव अवशिष्यते, तर्हि ध्वनियोगः शप् योगः अयोगः ति. तत्र गुणः भवति, यतोहि ध्वनि इत्यस्मिन् अन्ते इकारः अस्ति. इकारः अस्ति चेत् तत्र गुणः भूत्वा एकारः भवति, ध्वने योगः अयोगः ति. तत्र सन्धिकार्यं भवति, यथा भगिनी उक्तवती, यान्तावान्तदेशसन्धिं कृत्वा अय इति आगच्छति, तर्हि ध्वनयति इति रूपम्. प्रक्रिया अनन्तरं पुनः परिशीलयिष्यामः. इदानीम् अत्र अय इति स्वीकृत्य ध्वनयति इति रूपम्. अस्तु, साधु. अग्रे वेङ्कटरामन् महोदय. वेङ्कटरामन् महोदय, अस्ति वा? अस्तु, गीताञ्जलि भगिनि. आं भगिनि, मुच् लटि मुञ्चति. अत्र अहं मन्ये भगिनी रुधादिगण श्नम् इति विकरण नकार आगच्छति मध्ये, तदनन्तरं मुञ्चति. हा, वस्तुतः तथा चिन्तयितुं शक्नुमः, परन्तु यत्र रुदादिगणे यत्र नकारः आगच्छति तत्र नकारः न आगच्छति. तत्र वस्तुतः श्नम् इति प्रत्ययः अस्ति. श्नम् इति प्रत्यये कः अवशिष्यते, कीदृशवर्णः अवशिष्यते अत्र? नकारः अवशिष्यते वा रुधादिगणे? नकारमध्ये नकार इति मध्ये आगच्छति, अतः एव अत्र नकारः इति. अत्र पश्यतु, परिशीलयतु, अत्र श्नम् इति प्रत्ययः अस्ति, शकारस्य लोपः भवति, अन्ते यः मकारः अस्ति तस्यापि लोपः भवति. तर्हि कः किं वर्णं कः वर्णः अवशिष्यते? नकार न परि नकारः नकारः अस्ति वा अथवा अत्र अत्र हरीश् महोदय वदतु, अत्र नकारः अस्ति वा कीदृशवर्णः अस्ति, कीदृशवर्णः श्नम् इति खलु? हा, श्नम्. हा, तत्र मकारः अपगच्छति अपि च सकारः अपगच्छति. न न इत्युक्ते तत्र नकारः न स्वरयुक्तः नकारः, न नकारः अपि च अकारः अवशिष्यते. हा, समीचीनं. भगिनी अवगच्छति वा? गीताञ्जलि भगिनी. अस्तु अस्तु अस्तु, न न पूर्णतर न अवगच्छति. अत्र किम् अस्ति? नकारयोगः अकार, अत्र न न अवगच्छति. तदनन्तरं अत्र तु अत्र रूपं पश्यति चेत् मुञ्चति इति अस्ति, तत्र नकार उत्तरवर्ति अकारः नास्ति खलु अत्र? अत्र अस्तु भगिनि, नकार नास्ति. हा हा, वस्तुतः अत्र मुञ्चति मुञ्चति इति धातुः अत्र प्रतिध्वनिः अस्ति, म्यूट् कुर्वन्तु. अत्र अत्र वस्तुतः मुच् इति धातुः अस्ति, तुदादिगणे अस्ति धातुः. अत्र विशिष्टसूत्रेण मध्ये नकारः आगच्छति, अतः अत्र मुञ्चति इति रूपम् आगच्छति. चकार उत्तरवर्ति अकारः अस्ति खलु, अत्र पश्यति वा, मुञ्च् इत्यस्य अनन्तरम् अकारः अस्ति. अतः अत्र धातुः प्रायः भ्वादिगणे अथवा तुदादिगणे, अत्र तु वस्तुतः तुदादिगणे अस्ति. अत्र अवगच्छति वा? न न, शका शविकरण अस्ति, तुदादि हा तुदादिगणे श इति विकरणप्रत्ययः अस्ति. तर्हि अकारः अवशिष्यते खलु? आम्. तर्हि तत्र मध्ये मध्ये नकारः आगच्छति, विशिष्टसूत्रेण नकारः सूत्रेण नकारः आगच्छति, तत् त्यजतु. तर्हि मुञ्च् इति अस्ति, मुञ्च् योगः अयोगः ति मुञ्चति विशेषसूत्रेण वरेण. अस्तु हा, अस्तु भगिनि, क्षम्यतां, मम भ्रम जातं भगिनि. हा हा, चिन्ता नास्ति. अत्र अत्र चिन्तनं भवतु इति कृत्वा एव एतादृशधातुः अपि अत्र दत्तमस्ति, यतोहि वयम् इतोपि किञ्चित् चिन्तनं कर्तुं शक्नुमः. अत्र मुञ्चति इति रूपं दृष्ट्वा ओ प्रायः रुदादिगणे अस्ति इति तथा वयं चिन्तयितुं शक्नुमः, यतोहि अत्र मध्ये नकारः अस्ति. परन्तु रुदादिगणे वस्तुतः नकारः नास्ति, परन्तु विकरणप्रत्ययः न इति अस्ति. अस्तु अस्तु अस्तु, समीचीनम्. अस्तु, वेङ्कटरामन् महोदय अस्ति वा? न श्रूयते महोदय. तुदादिगणे वा? तुदादिगणे, हा सत्यम्. अपि च अन्य एकम् अन्य गुणं भगिनि, भुवादिगणे अस्ति. हा, गुणः तु भुवादिगणे अस्ति. हा, वस्तुतः अत्र उकारः अस्ति, मुच् इति धातोः उपदायाम् उकारः अस्ति, परन्तु तत्र मध्ये नकारः यदा हि आगच्छति विशिष्टसूत्रेण, तर्हि तदानीम् उपदायां कः वर्णः अस्ति? न, इदानीं मुञ्च् इति अस्ति. ह्रस्व उ, हा, मुच् इति धातौ ह्रस्व उकारः उपदायाम् अस्ति, समीचीनं. परन्तु मुञ्च् मुञ्च् अस्ति चेत्, यदि यदि भ्वादिगणे अस्ति तदनन्तरं गुण अभवत् मोच् मोच्यति. हा सत्यं सत्यं, मोचति इति भवति, भुवादिगणे अस्ति चेत् मोचति इति भवति. अपि च अत्र यतोहि अत्र विशिष्टसूत्रेण मध्ये नकारः आगच्छति खलु, मध्ये यः ण्यकारः अस्ति, च छ झ झ ञ, इदानीं मुञ्च् इति अस्ति, मुञ्च् इत्यस्मिन् उपदायं ण्यकारः एव अस्ति खलु, न तु उकारः. धातु मध्ये नकारः अस्ति, परिवर्तनं मध्ये नास्ति. हा, इदानीं मुञ्च् इति जातम् अस्ति खलु, अतः इदानीम् उपदायाम् उकारः नास्ति, ण्यकारः अस्ति, अतः गुणस्य प्रसक्तिः एव नास्ति. किन्तु किन्तु धातु धातुरूपं मुच् धातुरूपं मुञ्च् नास्ति. हा सत्यं सत्यं, मुञ्च् नास्ति, परन्तु यत्र कुत्रचित् विशिष्टसूत्रेण अत्र धातोः अङ्गस्य परिवर्तनं भवति, अङ्गस्य परिवर्तनं जातम् इदानीम्, अतः तत्र इदानीम् उपदायां ण्यकारः अस्ति, न तु उकारः. तत् कथं भवति इति अग्रे परिशीलयामः भगिनि, इदानीं चिन्ता मास्तु, अग्रे परिशीलयामः. हा धन्यवादः. अस्तु, अग्रे अत्र गौरी भगिनी अग्रे अग्रिमं करोति वा? पृ गौरी भगिनी, अस्तु, जयन्त् महोदय, जयन्त् महोदय, भगिनि हा भगिनि श्रूयते वा? हा श्रूयते, वदतु. धातु प्रु इति ददाति, अत्र क्रियापदमस्ति पृणोति, पृणोति अस्ति चेत् प्रु इति योगः अश्नु धातु, अश्नु इति विकर्णप्रत्यय अस्ति चेत् अश्नु इति रूपं नो अस्ति, प्रु योगः नो योगः पृणोति इति भवति. अत्र स्वादिगणे स्वादिगणः इति वर्तते. सत्यं स्वादिगणे अस्ति. अत्र वस्तुतः नो इति विकरणप्रत्ययस्य अत्र णत्वमपि भवति, णत्वं भवति. णत्वस्य विषये जानाति वा? न भगिनि. रूप् इति रूप् योग न इति न भवति चेत्. सत्यं सत्यं सत्यं. यत्र ऋकारः अथवा रेपः अथवा षकारः अस्ति तस्य अनन्तरं दन्त्यनकारः अस्ति चेत् नकारस्य णत्वं भवति. यथा अत्र पूर्वं क्षि इति धातुः तत्रापि क्षिणोति इति रूपमासीत् तत्रापि नत्वं क्षिणोति इति रूपमस्ति. अपरान्ते खलु अपरान्ते सन्धिः अस्ति भगिनि. अत्र रूप् योगः न इति सन्धिः अस्ति भगिनि. अत्र किं कुत्र सन्धिः? सन्धिः रू योगः न इति रूपं न इति भवति चेत् अत्र केचित् सन्धि अस्ति वा इति पुनः रू रू योगः न इति रूपं न अस्ति वा? न, अत्र ऋकारस्य प्रभावेन यदा हि ऋकारः पूर्वम् अस्ति, ऋकारः पूर्वम् अस्ति चेत् तस्य अनन्तरं दन्त्यनकारः तत्र तवर्गस्य पञ्चमवर्णः अस्ति चेत् तस्य मूर्धन्यणकारादेशः भवति. अतः दन्त्यनकारः मूर्धन्यणकारः भवति. अत्र वस्तुतः सूत्रमस्ति तदर्थम्. अत्र सूत्रमस्ति रषाभ्यां नोणः समानपदे इति सूत्रेण तत्र णत्वं भवति. अस्तु अस्तु समीचीनम्. अग्रे रमा भगिनी, अत्र प्रश्नः आसीत् वा? गै गायति, गै गायति भुवादिगणे अस्ति. शप् प्रत्ययः गुणः अपि भवति. गुणः भवति वा? गै गाय न ऐ गुणः न यान्तवान्तदेश सन्ति. सत्यम्. ऐकारस्य स्थाने आय् इति आय् अस्तु. तर्हि रूपं गायति गायति. ऐकारस्य स्थाने आय् तर्हि गाय् योगः अयोगः ति गायति. समीचीनम्. अत्र गुणः नास्ति खलु? गुणः नास्ति, यान्तवान्तदेशसन्धिः अस्ति. किमर्थं गुणः नास्ति? ऐ ऐ दीर्घ ऐ दीर्घ न ऐ दीर्घ न ऐ उपधा नास्ति. न न न कदा गुणः भवति? नियमद्वयं वयम् अधीतवन्तः खलु गुणस्य कृते. इकार उकार ऋकार अस्ति चेत् गुणकार्यं. दीर्घ कुत्र कुत्र का वदति रामप्रिय सावित्री भगिनी वा? न न राधिका वदामि. हा अन्तिमवर्णः इकार उकार ऋकार अस्ति चेत् गुणः गुणः भवति. अपि च उपधायां ह्रस्व अस्ति चेत् गुणकार्यं भवति. ह्रस्व कीदृशवर्णः? इकार उकार ऋकार. समीचीनं, सम्यक् अवगच्छति वा भगिनि? हा अवगच्छति. वदतु एकवारम्. इकार उकार ऋकार चेत् गुणः भवति. कुत्र? अन्तिम उपधायां. न न प्रथमनियमः कः? धातोः अन्ते प्रथमः. हा प्रथमनियमः शप्रत्यय अस्ति. गै धातु प्लस् शप् योगः गै योगः शप् गायति अस्ति, गुणः न भवति, इकार उकार ऋकार नास्ति, गै ऐ अस्ति. धातोः अन्ते प्रथमनियमः अस्ति, धातोः अन्ते इकारः उकारः ऋकारः ह्रस्वः भवतु वा दीर्घः भवतु, तत्र गुणः भवति धातोः अन्ते. अपि च द्वितीयः नियमः कः? द्वितीयनियमः शप् प्रत्ययः अस्ति. न न न, प्रथमनियः नियमः धातोः अन्ते पश्यामः, इकारः उकारः ऋकारः ह्रस्वः भवतु दीर्घः भवतु, अनन्तरम् उपधायां कीदृशः वर्णः अस्ति? उपधायां उपधायां ह्रस्व इकारः ह्रस्व उकारः ह्रस्व ऋकारः अस्ति चेत् तत्रापि गुणः भवति भुवादिगणे. अवगतम्? हा अवगतम्. नियमद्वयं मनसि भवेत् भुवादिगणे कुत्र गुणः भवति इति. अस्तु, समीचीनम्. अस्तु, अग्रे राधिका भगिनी. अत्र जीव अपि च कथं जानीमः, भुवादि वा तुदादि वा? जीव गै अपि तत्र अकार एव आगच्छति, गुणस्य प्रसक्तिः एव नास्ति चेत् कथं ज्ञातुं शक्नुमः? न ज्ञातुं शक्नुमः अत्र, यतोहि अत्र गायति इति प्रसिद्धरूपम् अस्ति. प्रसिद्धरूपम् अस्ति तत्र, हा तत्र भुवादिगणे अस्ति, परन्तु रूपं दृष्ट्वा न ज्ञातुं शक्नुमः. अस्तु, यदि शतन्तरूपम् अस्ति चेत् तद् दृष्ट्वा वक्तुं शक्यते खलु? सत्यं शतन्तरूपम् अस्ति चेत् तत्रापि स्त्रीलिङ्गरूपम् अस्ति चेदेव दृष्ट्वा ज्ञातुं शक्नुमः. अस्तु, तर्हि अग्रे सन्दीप् महोदय. न, राधिका भगिनी. अस्तु अस्तु भगिनि, डी इति धातु अस्ति, लटि दीयते इति अस्ति, यकारः पश्यामः तत्र, यकारः द्विवादिगणे चतुर्थे द्विवादिगणे पश्यामः वयं, विकर्णप्रत्ययः अस्ति ष्यन् इति, षकारनकारलोपयोः अनन्तरं यकारः एव तिष्ठति, अतः एतत् कः वर्णः तिष्ठति? य, यकारः न, य तिष्ठति. सत्यं, समीचीनं. तर्हि द्विवादिगणे अस्ति, सम्यक्. तर्हि द्विवादिगणे अस्ति. अस्तु, सम्यक्. हा, सन्दीप् महोदय, क्षम्यताम्, इदानीं भवान् वदतु. अत्र भृ धातुः बिभर्ति क्रियापदम्, इदं जुहोत्यादिगणे अस्ति द्वित्वं कारणेन. द्वित्वं कारणेन, समीचीनं, बिभर्ति इति रूपं, सम्यक्. अस्तु, अग्रे सूर्यकुमारी भगिनी. आम् महोदय, भा धातु दीर्घ आकारः, भाति लटि, अदादिगणे. सत्यम्, अदादिगणे अस्ति. यत्र यत्र आकारान्तधातुः अस्ति तत्र प्रायः अदादिगणे अस्ति इति ज्ञातुं शक्नुमः. समीचीनं, धन्यवादः. अग्रे ललिता भगिनी प्रयत्नं कर्तुम् इच्छति वा? ललिता भगिनी. मम नाम विमला महोदय, अहम् ललिता अस्ति वा? अन्या, क्षम्यतां क्षम्यताम्, ललिता भगिनी इति अस्ति वा? अस्तु, तर्हि विमला भगिनी भवती एव वदतु. धातुः सि सिनोति इति प्रथम एकवचने, बन्धने इति अहं नो इति विकरणप्रत्ययः अस्ति. स्वादिगणे अस्ति किम्? स्वादिगणे इति चिन्तितम्. अस्तु, ललिता भगिनी अस्ति वा? अस्ति अस्ति. हा, वक्तुमिच्छति वा? वक्तुमिच्छति वा? प्रयत्नं करोमि. हा, स्थूल् इति अस्ति, वदतु. तदनन्तरं स्थूल् इति अस्ति, तद् ततः अग्रे स्थूल् स्थूलयते. हा, तदनन्तरं भा, तदनन्तरं सि, तदनन्तरं स्थूल् सि सि सिनोति. हा, तदभवत्. ततः अग्रे, ततः अग्रे बा, भाति. न न, स्थूल् इति अस्ति खलु, स्थूलयति. स्थूल् स्थूल् स्थूलयते स्थूलयते स्थूलयते स्थूलयते स्थूलयते. चतुर्थी विभक् चतुर्थगणः. हा, चतुर्थगणः. दिवादिगणः. हा, दिवादिगणः इति चिन्तयितुं शक्नुमः, यतोहि मध्ये य इति अस्ति. परन्तु तत्र लकारस्य अनन्तरं कः वर्णः अस्ति? स्थूलय स्थूलयते इति अस्ति खलु. दशमगण दशमगण अस्ति, चुरादिगणः अस्ति, चुरादिगणे. हा, सत्यं, समीचीनं, सम्यक्, समीचीनं, धन्यवादः. अस्तु, अन्ये के के सन्ति, नाम उच्यतां, यः एतावता न उक्तवान् अथवा उक्तवती. राहुल् महोदय. हरि ओम्. हा, क्षुद् धातु क्षुणत्ति इति अस्ति. क्षुणत्ति इति प्रायः सप्तमे गणे रुदादिगणे अस्ति. श्नम् इति अवगच्छति, अन्तिमे क्षुणत्ति इति तिष्ठति. सत्यं. तर्हि तत्र न इति अवशिष्यते, तत्र धातोः मध्ये आगच्छति. क्षुणद् क्षुणद् योगः ति, तत्र सन्धिकार्यं भूत्वा अनन्तरं तत्र नकारस्य नत्वमपि भवति, यतोहि तत्र मूर्धन्यषकारः अस्ति, षकारः एव निमित्तमस्ति. तेन कारणेन तत्र दन्त्यनकारस्य मूर्धन्यणकारादेशः अपि भवति, क्षुणत्ति इति रूपं. समीचीनम्. अस्तु, महादेवन् महोदय अस्ति वा? वक्तुमिच्छति वा महादेवन् महोदय? अस्तु, तर्हि अग्रे अत्र तङ्गलक्ष्मी भगिनी. आं भगिनि, पुष् पुष्यति. पुष्यति इति दिवादिगणे अस्ति. सत्यं, समीचीनम्. हा, सत्यं, समीचीनम्. अग्रे विनय् महोदय. आम् आम्, धातु वच् परिवर्तनमस्ति. अहं न जानामि कथं सूत्रं, परन्तु वच् परिवर्तनं क प्रतिभवति, अतः वक्ति वक्ति. हा, तत्र वस्तुतः सन्धिकार्यमेव. वच्योगः वच्योगः ति मध्ये विकरणप्रत्ययः नास्ति. शप् इति प्रत्ययस्य लुक् अभवत्, तर्हि तत्र वच्योगः ति, तत्र चकारस्य परिवर्तनं भवति सन्धिकार्येण, ककारः भवति, तर्हि वक् योगः ति वक्ति, मध्ये विकरणप्रत्ययः नास्ति. सत्यम्, अदादिगणे अस्ति. अस्तु, महादेवन् महोदय अस्ति वा? अस्ति अस्ति अस्मि. मन्ये मन्ये शृणोति वा? हा, शृणोमि, वदतु. कृ धातु अस्ति, कृ धातु वादिगणे अस्ति तत्र विकरणवृत्ति अतः शप् विकरणप्रत्यये किन्तु तत्र कृ अर् भवति अतः करोति न अत्र हा चिन्तनं सम्यक् अस्ति ऋकारस्य स्थाने गुणः भवति चेत् अर् भवति कर् करियोगः करियोगः अयोगः इति किं भवति अयोगः करोति करोति भवति अस्ति किल ऊ अस्ति किल तनादिगणे भवति वा सत्यं तनादिगणे एव अस्ति न तु भुवादिगणे भुवादिगणे अस्ति चेत् करति इति भवति रूपं साधु साधु साधु तत्र विक्रमप्रत्यये ऊ अस्ति ऊ अस्ति अर् करोति इति परिवर्तनं भवति कर्योगः ओयोगः इति करोति करोति अत्र अपि गुणः भूत्वा गुणः भवति ऋकारस्य गुणः भवति तनादिगणे अपि गुणः भवति गुणः भूत्वा करोति समीचीनम् अस्तु महोदय कृपया म्यूट् करोतु अनन्तरं सावित्री भगिनी आम् दृह् इति रूपमस्ति दृह्येति इति अत्र लकारः लट् लकारः अस्ति एतत् यकारः श्यन् दिवादिगणः इति श्यन् प्रत्यय इति विकरणः विकरणप्रत्ययः अस्ति यकारः अवशिष्टमस्ति दृह् याति दृह्येति दृह्यति समीचीनं सम्यक् अस्ति अस्तु अग्रे मीना भगिनी मीना भगिनी संशयः अस्ति भगिनि शुनन्ति इति लग्नकरणे श्नम् इति धातुः क्षुद् नकारं कथं वा नकारं भवति रसाभ्यां नो नः ऋकारषकारभ्याम् एव नकारस्य नकार नत्वं भवति अत्र समीचीनः प्रश्नः समीचीनः प्रश्नः अस्ति अत्र अत्र तु षकारः न दृश्यते इति भवत्याः प्रश्नः खलु षकारः नास्ति हा सत्यं तत्र संयुक्ताक्षरः अस्ति ककारः योगः षकारः तस्मात् वस्तुतः अत्र वस्तुतः रसाभ्यां नोणः समानपदे इत्यनेन णत्वं नास्ति अत्र अत्र भिन्नसूत्रमस्ति अट्कुप्वाङ् नुं व्यवाये अपि इति सूत्रेण णत्वम् इदानीं शिक्षते इति अत्र अत्र किञ्चिदेव वदामि यतोहि अत्र सूत्रद्वयमस्ति णत्वस्य कृते इदानीम् अत्र सरलतया चिन्तयामः चेत् अत्र रसाभ्यां नोणः समानपदे इति सूत्रेण णत्वं कदा भवति इति चेत् अत्र निमित्तमस्ति कारणमस्ति रेपः मूर्धन्यषकारः अथवा ऋकारः कृष्णऋकारः अस्ति चेत् तस्य साक्षात् अनन्तरं दन्त्यनकारः अस्ति चेत् णत्वं भवति इति एकः नियमः अनन्तरं यत्र निमित्तं पुनः रेपः अथवा मूर्धन्यषकारः अथवा ऋकारः कृष्णऋकारः अस्ति परन्तु तस्य अनन्तरं यदि अत्र स्वरवर्णः अपि च हायवर अनन्तरं तत्र अनुस्वारः अथवा कवर्गीयवर्णः अथवा पवर्गीयवर्णः अपि च आङ् आकार दीर्घाकारः इति उपसर्गः अस्ति चेत् मध्ये तत्रापि णत्वं भवति नकारस्य मूर्धन्यनकारादेशः भवति सूत्रसङ्ख्या किं भगिनि? सूत्रसङ्ख्या दृष्ट्वा वदामि. अत्र अष्टमाध्यायस्य चतुर्थपादे द्वितीयसूत्रमस्ति इति चिन्तयामि. दृष्ट्वा वदामि. तत्सर्वं वयम् अग्रे गत्वा पठिष्यामः. इदानीम् एवमेव उक्तवती यथा, यतोहि भगिनी पृष्टवती, परन्तु सूत्रद्वयेन नत्वं भवति इति विषयः अस्ति. अस्तु, तर्हि अत्र मीना भगिनी भवती उक्तवती वा? शिक्षते इति शिक्षते इति लट् रूपं तुदादिगणे भवति. श इति विकरणं शिक्ष ते शिक्षते. तथा एव वयं चिन्तयामः, परन्तु चिन्तनं समीचीनमेव. वस्तुतः अत्र शिक्ष इति धातुः भुवादिगणे एव अस्ति. भुवादिगणे अस्ति, तत्र दृष्ट्वा प्रायः न वक्तुं शक्यते. शिक्षते इति भुवादिगणे अस्ति. यदि भुवादिगणे अस्ति चेत् शिक्षते भविष्यति किल? सत्यं, चिन्तनं समीचीनम् अस्ति, परन्तु उपादायं कः वर्णः? उपादायं कः वर्णः अस्ति अत्र शिक्ष इत्यस्मिन्? शिक्षते ह्रस्व इकारः अस्ति, कवर्ग अस्ति, ककारः अनन्तरं षकारः, तर्हि उपादायां ककारः अस्ति. अस्तु, अतः न न भुवादिगणे एव अस्ति, परन्तु गुणः नास्ति. गुणः नास्ति, अतः क्षेक्षते इति न भवति. अस्तु, समीचीनम्. अग्रे वेङ्कटरामन् महोदय. न श्रूयते. अस्तु, गीताञ्जलि भगिनी अग्रे. आं भगिनि, रुच् नो रच् रच् लटि रचयति, अय आगच्छति, चुरादिगण भगिनी प्रथम णिच् णिच् अभवत्, रचि रचि योगः शप् विकरण अकार आगच्छति, यान्तावन्तदेशसन्धेः रचयति भवति. सत्यं, समीचीनम्. अस्तु, गौरी भगिनी अग्रे. कस्मिंश्चित् गृहे ध्वनिः अस्ति इति. कृपया म्यूट् म्यूट् करोतु. सावित्री भगिनी. आं, कृतम्. अस्तु, अग्रे अत्र गौरी भगिनी अस्ति वा? अस्तु, हरीश् महोदय अग्रिमः धातुः रुच् इति खलु, रुच् रोचते. सत्यं, रुच् रोचते, तत्र उपधायां ह्रस्व उकारः अस्ति, अपि च लटि रोचते इति गुणः दृश्यते, अत एव भ्वादिगणे अस्ति. समीचीनं महोदय, धन्यवादः. जयन्त् महोदय अग्रे. श्रूयते वा? श्रूयते. धातुः अस्ति छा, लटिरूपम् अस्ति छाति, अदादिगुणः अस्ति अहं चिन्तयामि. अन्तिमवर्ण आकारः अस्ति, अहं चिन्तयामि अदादिगुणः. सत्यम्, अदादिगणे एव अस्ति, अकारान्तदातुः अस्ति. सत्यं, समीचीनं, सम्यक्. अस्तु, तर्हि अत्र रमा भगिनी अग्रे. तिज् न स्वप् स्वप् स्वप् स्वपिति, अत्र विकरणप्रत्ययः नास्ति, अतः अदादिगुणे अदादिगणः भवति. सत्यम्, अदादिगणः एव अस्ति. स्वप्योगः ति, वस्तुतः तत्र विशिष्टसूत्रेण इडागमः इकारः मध्ये आगच्छति. ति इति प्रत्ययस्य पूर्वम् इकारः आगच्छति, तर्हि स्वपिति इति रूपं. समीचीनं. कथं जानीमः भगिनी गण इति यदि आगच्छति? हा, अत्र अत्र विशिष्टसूत्रेण कार्यम् अस्ति, यतोहि अत्र स्वप्योगः इति अस्ति, तत्र इकारः इति तादृशविकरणप्रत्ययः एव नास्ति खलु. अस्तु, इकारः तादृशविकरणप्रत्ययः एव नास्ति, अतः विकरणप्रत्ययः नास्ति इति ज्ञातुं शक्नुमः रूपं दृष्ट्वा. विकरणप्रत्ययः यत्र न भवति इति चेत् अदादिगणे अदादिगणः अथवा जुहोत्यादिगणः. अत्र द्वित्वं नास्ति, अतः अदादिगणः इति अभिज्ञातुं शक्नुमः. अस्तु अस्तु, अग्रे अत्र राधिका भगिनी. अस्तु भगिनि, तिज् इति धातु लटि तेजयति इति अस्ति. तिज् इति इकारः उपधायाम् अस्ति, अत्र गुणकार्यं पश्यामः, सो अतः भुवादिगण इति अहं मन्ये. परन्तु अत्र अय अपि अस्ति, तेज् अय, परन्तु अत्र गुणकार्यः न भवति इति अहं चिन्तयामि. चुरादिगणे चुरादिगणे अपि गुणकार्यं भवति भगिनि, अत्र शप् इति अस्ति खलु, यत्र यत्र शप् इति अस्ति. अस्तु, अतः गुणकार्यम् अत्र अपि अस्ति चेत् चुरादिगणे. सत्यं, चुरादिगणे. तर्हि तिज् योगः निच् इति प्रत्ययः प्रथमतया भवति, तत्र तेजि, तेजि इति नूतनधातुः अस्ति, तत्र एव गुणः भवति तेजि. तेजि योगः अयोगः शप् योगः ति, तर्हि तेजि इति धातौ अन्ते इकारः अस्ति, अतः गुणः भवति तेजे. तेजे योगः अयोगः ति, तत्र सन्धिकार्यं यान्तावान्तदेशसन्धिः. तेजे एकारस्य स्थाने ऐ इति आदेशः, तेज तेजय इति आगच्छति, तेजय योगः ति तेजयति इति रूपम्. अस्तु, पुनः एकवारं वदति वा महोदय, अत्र तिज् योगः निच् योगः शप् योगः ति खलु? सत्यं, तिज् योगः निच् योगः शप् योगः ति. प्रथमतया निच् योजयामः, तिज् योगः णिच् इति अस्ति, तत्र णिच् प्रत्ययः अस्ति चेदपि गुणकार्यं भवति. अत्र कथं जानीमः इति चेत् अग्रे गत्वा वयं पठिष्यामः तस्मिन् विषये. तर्हि तिज् तत्र णिच् इति प्रत्ययः अर्धधातुकप्रत्ययः अस्ति, तत्रापि गुणकार्यं सम्भवति. तर्हि तत्र इदानीम् उपदायाम् इकारः अस्ति, तिज् इत्यस्मिन् धातौ उपदायाम् इकारः ह्रस्व इकारः अस्ति, अतः गुणकार्यं भवति तेज् इति भवति. णिच् इति प्रत्यये केवलम् इकारः एव अवशिष्यते, तत्र तर्हि तेज् योगः इ इति अस्ति, तेजि इति नूतनधातुः अस्ति, तेजि. तर्हि तेजि योगः शप् योगः ति, तर्हि तेजि योगः अयोगः ति. तेजि इत्यस्य पुनः अन्ते इकारः अस्ति, तेजि इति धातौ, तर्हि पुनः गुणकार्यं भवति तेजे. तेजे योगः अयोगः ति, तेजे अन्ते एकारः अस्ति, अनन्तरं स्वरः अस्ति, तर्हि यान्तवान्तदेशसन्धिः भवति यचोय वायावः इति सूत्रेण. तत्र अय इति आदेशः भवति, ऐ इति आदेशः भवति, एकारस्य स्थाने तेजय अकारं योजयित्वा तेजय, तेजय योगः ति तेजयति. स्पष्टं वा? राहुल् महोदय, स्पष्टमस्ति वा? हरि ओम् महोदय, आम् तद् स्पष्टमस्ति, किन्तु इकारस्य एकारः कथं जातम् इति संशयः आसीत्, तेजि इति तेजे इति कथम् अभूत् इति. हा, तेजि इति तेजे इति तत्र गुणकार्यं भवति खलु, इकारस्य गुणः कः? ओ एवं वा, इत्युक्ते तत्र तत्र परवर्णे अकारः न आवश्यकः इति वा? हा, अत्र अत्र तु शप् इति प्रत्ययः अस्ति चेत् गुणः भवति इति उक्तं वयं, तत्र शप् इति अस्ति चेत्. परन्तु केवलं शप् अस्ति चेदेव गुणः इति नास्ति खलु, अन्यत्रापि गुणः भवितुम् अर्हति. कुत्र कुत्र गुणः सम्भवति इति अग्रे गत्वा वयं पठिष्यामः, परन्तु अत्र णिच् इति प्रत्ययः अस्ति चेदपि गुणः भवति. गुणस्य निमित्तं परवर्णे अकारः इति भवितव्यम् इति नास्ति खलु? तदेव न न न अकारः इति भवितव्यम् इति अकारः भवेत् इति नास्ति. अकारः निमित्तं नास्ति अत्र. वस्तुतः निमित्तम् अत्र किम् उक्तमासीत् भुवादिगणे, यत्र शकारः अस्ति चेत् शकारः गुणस्य कृते प्रेरयति, तदनन्तरं पकारः अस्ति चेत् बाधां न करोति इति उक्तं. तर्हि शकारः पकारः एव निमित्तम् आसीत् गुणस्य कृते, खलु? परन्तु अत्र निच् इति प्रत्यये शकारः अपि नास्ति, पकारः अपि नास्ति, तर्हि तत्र गुणः किमर्थम् इति प्रश्नः भवितुम् अर्हति. तस्य उत्तरम् अस्ति अत्र वस्तुतः शकारपकारः इति अपि गुणः भवति, परन्तु यत्र आर्धधातुकप्रक्रिया अस्ति, आर्धधातुकप्रक्रिया इत्युक्ते किम् इति सर्वम् अग्रे गत्वा ज्ञास्यामः. परन्तु यत्र णिच् इति प्रत्ययः आर्धधातुकप्रत्ययः अस्ति, तर्हि तत्रापि गुणः सम्भवति इति तावद् अवगच्छति इदानीम्. ओ अस्तु, धन्यवादः. इदानीम् अत्र आर्धधातुकप्रक्रिया सर्वं नावगच्छति चेत् चिन्ता मास्तु, अहमेवमेव उक्तवती. अग्रे गत्वा विस्तृतरूपेण पठिष्यामः आर्धधातुकप्रक्रिया इत्युक्ते का, अपि च सार्वधातुकप्रक्रिया इत्युक्ते का इति सर्वम् अग्रे गत्वा ज्ञास्यामः. अस्तु, समीचीनम्. अस्तु, अग्रे सन्दीप् महोदय. धातु ऋण् ऋणोतो इति क्रियापदम् अत्र तनादिगण इति मन्ये. सत्यं, शृणोति इति रूपं, समीचीनम्. अस्तु, अग्रे सूर्यकुमारी भगिनी. आं महोदय, धातु सृच् लटि सृज्यते, ग्या आगच्छति दिवादिगणे. दिवादिगणे अत्र ऋकारस्य गुणः न जातः खलु? आम्. किमर्थं? दिवादिगणे गुणः न अस्ति. किमर्थं नास्ति? पकार नास्ति. सम्यक् सम्यक्. शकारः एव अस्ति तत्र. श्यन् इति विकरणप्रत्यये केवलं शकारः अस्ति, तर्हि शकारः अस्ति चेत् गुणस्य कृते प्रेरणा अस्ति, परन्तु पकारः नास्ति. पकारः नास्ति चेत् तत्र बाधा अस्ति. हा, सत्यं, समीचीनम्. अस्तु, अग्रे ललिता भगिनी. अस्तु भगिनि. राध राध राध राध राध नोति पञ्चमगणः. पञ्चमगणः, समीचीनम्. पञ्चमगणः गणे विकरणप्रत्ययः कः? पञ्चमगणः गणविक्रणप्रत्यय अश्नु. अश्नु नो नो भवति लट्लकारे. सत्यं, समीचीनं समीचीनम्. अग्रे सुमन् भगिनि. क्षम्यतां, म्यूट् मध्ये. कृष् अस्ति, कृष्यति भवति. इदानीं य आगच्छति दिवादिगण. सत्यं, समीचीनं भगिनि. अग्रे विमला भगिनि. पा पाति इति अत्र किमपि नास्ति, विकरणप्रत्ययं नास्ति. अदादिगणे अस्ति इति मन्ये. सत्यं, समीचीनम्. राहुल् महोदय. शिश् शिनष्टि इति अस्ति. शकारस्य स्थाने नकारः, नकारस्य आदेशम् अभूत्, अतः एतदपि रुदादिगणः प्रायः. अत्र अत्र सावधानतया वयं सावधानतया वक्तव्यं, नकारः इति न वक्तव्यम् अत्र, न इति. क्षम्यताम्. समीचीनम्. सम्यक् सम्यक् अग्रे शकारस्य स्थाने आदेशः इति न खलु तत्र धातोः मध्ये एव सत्यं आदेशः नास्ति अत्र श्नम् इति विकरणप्रत्ययस्य विधानमस्ति तर्हि विकरणप्रत्ययः धातोः मध्ये आगच्छति अस्तु महादेवन् महोदय अस्ति वा महोदय महादेवन् महोदय अस्तु तङ्गलक्ष्मी भगिनी आं भगिनि ज्ञा जानाति पिलति इति क्रियादिगणे स्नादातु समीचीनं जानाति इति रूपं समीचीनमस्ति तर्हि अत्र ज्ञा इत्यस्य स्थाने जा इति आदेशः भवति विशिष्टसूत्रेण अतः जानाति इति रूपम् अस्तु भगिनि अहं न अवगच्छामि ज्ञा ज्ञानाति इति रूपं भवति अत्र सूत्रं नास्ति चेत् ज्ञानाति इति भवति परन्तु अत्र विशिष्टसूत्रमस्ति ज्ञाजनोर्जा इति सूत्रेण ज्ञास्थाने झा आदेशः भवति अतः जानाति इति रूपम् अस्ति वा कथं जानीमः क्रीणाति विशेष किं कथं जानीमः क्रीणाति क्रियादिगणे मध्ये न अस्ति खलु इति अस्ति अस्तु अत्र किमर्थम् एतादृशधातुः किमर्थम् अत्र दत्तम् इति चेत् केवलम् अभ्यासार्थम् इदानीम् अभ्यासः एव खलु केवलम् अभिज्ञानं भवतु कथं जानीमः कस्मिन् गणे अस्ति इति अभिज्ञानं भवतु इति कृत्वा तत्र अभ्यासः दत्तः अस्ति अग्रे गत्वा विस्तृतरूपेण वयं पठिष्यामः कथं भवति ज्ञास्थाने जा कथं भवति तत्सर्वम् अग्रे गत्वा पठिष्यामः अत्र क्रमेण प्रत्येकं गणं स्वीकृत्य क्रमेण पठिष्यामः भुवादिगणे किं किं भवति अनन्तरं दिवादिगणे किं किं भवति अदादिगणे किं किं भवति तत्सर्वम् अग्रे गत्वा विस्तृतरूपेण पठिष्यामः इदानीम् अभिज्ञानार्थम् अत्र दत्तमस्ति अहमिति मन्ये भगिनी आ धातुः आ अन्ते अदादिगणे अस्ति मन्ये समीचीनं समीचीनचिन्तनमस्ति आकारान्तधातुः अस्ति चेत् अदादिगणे भवति वा इति प्रश्नः भवितुमर्हति सामान्यतया अदादिगणे भवति कुत्रचित् अपवादः अपि अस्ति कस्मिन् गणे अस्ति महोदय ज्ञा इदानीम् अत्र क्रियादिगणे अस्ति प्रश्नः अस्ति पृच्छतु नकारः अन्तिम अक्षं नार द्वादिगणे अस्ति तु द्वादिगणे जानाति इति वा क्ना धातु अन्तिम अक्षरं न धातुः अन्तिम अक्षर आकारः अस्ति ज्ञा चकारः ञकारः आकारः अतः भुवादिगणे नास्ति यतोहि जाना आकारः अस्ति दीर्घ आकारः अस्ति खलु भुवादिगणे ह्रस्वकारः अस्तु महादेवन् महोदय अस्ति वा अस्मि अस्मि महोदय सन् धातु एतत् तनादिगणे अस्ति विकरणप्रत्यये ऊ भवति अतः सन् सनोति इति सत्यं समीचीनं धन्यवादः अग्रे धन्यवादः अग्रे विनय महोदय वंशधातु वञ्च वञ्चयते अतः वञ्चयते आत्मनेपदी पदं परन्तु वञ्च अय चुरादिगण तत्र चुरादिगणे अस्ति इति चिन्तयितुं शक्नुमः परन्तु वस्तुतः अत्र वञ्च् इति धातुः वस्तुतः वञ्च् इति धातुः चुरादिगणे एव अस्ति. वञ्च् वञ्चयति इति वञ्चयते इति रूपं समीचीनम्. अस्तु म्यूट् करोतु महोदय कृपया. अग्रे सावित्री भगिनी. महादेवन् महोदय कृपया म्यूट् करोतु. हा सावित्री भगिनी. सावित्री भगिनी अस्ति वा? अस्तु मीना भगिनी. किं दातु वञ्च् वञ्च् प्राप्त वञ्च् अभवत् अग्रे रुद् रुद् रुद् अदादिगणे रो रो रुद् रोदिति अदादिगणे भवति रुद् ति युडागमः भवति तत्र रोदिति सत्यम् तत्र गुणः अपि भवति रोदिति गुणः अपि इडागमः अपि भवति रोद् हा विशिष्टरूपम् अस्ति अत्र विशिष्टधातुः अस्ति अत्र विशिष्टकार्यं भवति अतः अत्र रोदिति इति रूपम् अदादिगणे अस्ति यतोहि मध्ये विकरणप्रत्ययः नास्ति तर्हि रुद् योगः इति अस्ति तत्र गुणः भवति ति इति प्रत्ययं निमित्तीकृत्य गुणः भवति तर्हि रोद् योगः इति रोदिति इति रूपम् युडागमः किं कारणेन अहं न हा अत्र रुदादिभ्यः सार्वधातुके इति सूत्रेण तत्र युडागमः भवति रुदादिगण तत्र अत्र अदादिगणे इत्यस्मिन् अन्तर्गणः अस्ति रुदादिगणः तत्र पञ्चधातवः सन्ति तेषां कृते युडागमः भवति अस्तु धन्यवादः भगिनि समीचीनं. सूत्रं किं भगिनि? रुदादिभ्यः सार्वधातुके रुदादिभ्यः सार्वधातुके गुणः भवति भगिनि तत्र गुणः भवति तत्र ति इति प्रत्ययः अस्ति खलु प्रत्ययं निमित्तीकृत्य गुणः भवति कथं भवति इति अग्रिमपाठः भवति अग्रिमपाठे वयं कुर्मः सूत्रं सूत्रसहितरूपेण पश्यामः अत्र सूत्रद्वयम् अस्ति सार्वधातुकार्धधातुकयोः अपि च पुगन्तलघुपदस्य च इति सूत्रद्वयम् अस्ति तेन सूत्रेण कार्यं भवति अत्र पुगन्तलघुपदस्य च इति सूत्रेण कार्यं भवति अत्र कथं भवति तत्सर्वम् अग्रे गत्वा परिशीलयामः. अस्तु धन्यवादः. पुनः वदतु केन सूत्रेण इडागमः भवति? रुदादिभ्यः सार्वधातुके इति सूत्रेण तत्र प्रत्ययस्य इडागमः भवति ति इति प्रत्ययस्य इडागमः भवति तर्हि इति रूपं तर्हि रोदिति अस्तु तर्हि अत्र गीताञ्जलि भगिनी अग्रे श्रूयते भगिनि? हा श्रूयते. मृष्यति अत्र मृषियोगः शप् मृषयति चुरादिगणे भवति न तद् तत्र शकारस्य अनन्तरम् अकारः अस्ति वा? मृष् नकार यकार केवल आगच्छति भगिनि क्षम्यतां. तदनन्तरं दिवादिगणे श्यन् विकरणप्रत्यय शप् शकार नकार लोप भवति यकार आगच्छति मृष्यति यकारः आगच्छति वा अथवा मृष्यति? अस्तु भगिनि यकारः वा अत्र श्यन् इत्यस्मिन् शकार नकारयोः लोपानन्तरं यकारः नास्ति य आगच्छति अस्तु समीचीनम् अत्र गौरी भगिनी वक्तुमिच्छति वा अग्रे भवती अस्ति वा? अत्र हरीश् महोदय. एवं हा इति खलु, हा जहाति जुहोत्यादिगणे अस्ति, यतोहि तत्र धातोः द्वित्वं दृश्यते, परन्तु तत्र हकारस्य स्थाने प्रायः जकारः केनापि विशिष्टसूत्रेण भवति इति मन्ये. सत्यम्. अस्तु, अग्रे अत्र जयन्त् महोदय. वस्तुतः अत्र कुहोश्युः इति एकं सूत्रमस्ति, तेन सूत्रेण हकारस्य महाप्राणझकारः भवति. तदनन्तरम् अन्यत् सूत्रमस्ति अभ्यासे चर्च इति सूत्रेण महाप्राणझकारस्य तत्र च वर्गस्य तृतीयवर्णः आगच्छति, चहाति इति रूपम्. अस्तु, जयन्त् महोदय. आं भगिनि, धातुः अस्ति स्वा, अत्र अन्तिमवर्ण आकारः अस्ति, प्राय पास्ति इति अदादिगण इति अस्ति चेत् अहं चिन्तयामि. च सत्यम्, अदादिगणे एव अस्ति. सत्यं, समीचीनम्. अग्रे रमा भगिनि. श्री श्री श्रयति भवादिगणे अस्ति वा? सत्यं, कथं ज्ञातवती? श्री ह्रस्व इकारः अन्तिमवर्णः अस्ति, अतः गुणः भवति, अतः श्रे भवति. श्रे शप्रत्यययोगः यान्तावान्तादेशसन्धि भवति, अतः श्रयति भवति. सत्यं, बहु सम्यक्, समीचीनम्. अत्र अन्ते अन्ते यदि दीर्घ ईकारः अस्ति चेत् गुणः भवति वा? अन्ते हा दीर्घ ईकारः अस्ति चेत् अपि भवति. सत्यं सत्यं, समीचीनं. सम्यक्. अग्रे राधिका भगिनि. अस्तु भगिनि, अन्तिम धातुः अस्ति तुष् इति, लटि त्रिश्, क्षम्यतां, त्रिश् इति लटि त्रिष्यति इति लटिरूपम् अस्ति. अत्र यकारः दृश्यते, यकारः न य दृश्यते, तत् दिवादिगणे एव अस्ति, अतः एतत्. सत्यं, समीचीनं. सम्यक्. सन्दीप् महोदय. क्षिप् धातुः किल? स्तृधातुः स्तृणोति इति क्रियापदम्, अत्र नो विकरणप्रत्ययः अस्ति, श्नु प्रत्ययश्च, अतः स्तृणोति इति भवति. सत्यं, समीचीनम्. अत्र णत्वमपि भवति. आम्, सत्यं, समीचीनम्. अग्रे सूर्यकुमारी भगिनि. आम्, क्षिप् धातु लटि क्षिपति, अकार आगच्छति, भुवादिगणे भुवादिगणे अस्ति चेत् तत्र किं भवति? क्षिप् इति धातुः यदि भुवादिगणे अभविष्यत् तर्हि रूपं किं भवति? क्षेपति. हा, क्षेपति इति भवति खलु, गुणः भवति. अत्र गुणः न जातः, तदादिगणे सिक्स्थ गण गुणः न भवति, षड्गणः. सत्यं सत्यम्, आ एव आगच्छति, गुणः न भवति. सत्यं, समीचीनम्. अस्तु, ललिता भगिनि. द्युत् धातोः द्योतते इति गुणं गुण भवति इति कारणेन भवादिगणः. सत्यं, क्वादिगणः एव अस्ति. सत्यं समीचीनम्. अग्रे सुमन् भगिनि. आं महोदय, द्युत् अभवत् खलु? हा अग्रे. छिद्रयति भवति, अत्र अय आगच्छति, अतः प्रायः चुरादिगणे दशमगणे. सत्यम्. अत्र किमर्थं गुणः नास्ति? उपधः नास्ति खलु? सत्यं सत्यं, समीचीनम्. अग्रे विमला भगिनि. हरति, हर योग अ, भ्र हर इत्युक्ते अत्र गुणं भवति. भ्वादिगणे महोदये. सत्यं, भ्वादिगणे एव अस्ति. समीचीनं, हरति इति रूपं. सम्यक्. राहुल् महोदय. विशति इति भवत् प्रायः अदादिगणे अस्ति. अदादिगणे विकरणप्रत्ययः कः? विकरणस्य लोपः भवति विकरणप्रत्ययस्य. हा, तर्हि अत्र विश् अनन्तरं विष्टि इति अस्ति वा? ओ आम्, अकारः जातः अत्र, अ आगच्छति, अतः अ इत्यनेन कारणेन भुवादिगणे इति चिन्तयितुं शक्नुमः. पर यदि भुवादिगणे अभविष्यत् तर्हि तत्र गुणं भवेत्, अत्र गुणं भवेत्, अत्र नास्ति गुणः. अतः अतः एतत् तुदादिगणे अस्ति. सत्यं, तुदादिगणे एव अस्ति, यतोहि गुणः नास्ति, विशति इति रूपं, न तु वेशति. प्रश्नः, छिद्रः इत्यस्य छिद्रयति इति उक्तं, तद् चुरादिगणे अपि च दिवादिगणे भवितुम् अर्हति खलु? दिवादिगणे, दिवादिगणे अस्ति चेत् अत्र मध्ये अकारः न श्रूयते खलु, छिद्रयति इति भवति, न तु छिद्रयति, अय इति श्रूयते खलु. ओ अवगतं, धन्यवादः. अस्तु, अग्रे महादेवन् महोदय, अन्तिमम्. कुत्रचित् ध्वनिः अस्ति, कृपया म्यूट् कुर्वन्तु. नमस्कारः, कुत्रचित् ध्वनिः अस्ति, कृपया म्यूट् करोतु. अत्र महादेवन् महोदय अस्ति वा? अस्तु, तङ्गलक्ष्मी भगिनि. आं भगिनि, गमि गमयति लति भुवादिगणं भवति वा मन्ये? गम् धातुः तु भुवादिगणे एव अस्ति, सत्यं. गम् इति धातुः भुवादिगणे अस्ति चेत् गच्छति इति रूपम् अस्ति. वस्तुतः अत्र गमि इति धातुः गणः एव नास्ति अत्र वस्तुतः. अत्र प्रायः अत्र न भवेत्, अयं धातुः अत्र न भवेत्. अत्र वस्तुतः अत्र प्रेरणार्थे निच् अस्ति. अत्र गमेर् हा, गम् योगः णिच्, तर्हि गमि इति नूतनधातुः अस्ति. गमि इति नूतनधातुः, गमि योगः शप् योगः इति गमयति इति रूपम्. अतः एतत् चुरादिगणं वा? चुरादिगणे नास्ति, चुरादिगणे अपि नास्ति, भुवादिगणे अपि नास्ति, गणः एव नास्ति अत्र. प्रेरणार्थे निचि अस्ति अत्र. अस्मिन् करपत्रे अयं धातुः न भवेत्. न throw you off the track नास्ति, चिन्तनं करणीयम् इति. अत्र किम् अस्ति इति चिन्तनं करणीयम् इति किञ्चित् ट्रिक् क्वश्चन् अस्ति. अस्तु, समीचीनम्. अस्तु, तर्हि गणः नास्ति चेत् विकरणप्रत्ययः शप् एव, सत्यम्. अतः नूतनधातु गमि योगः शप् तत् शप् प्रत्ययस्य अकार एव तिष्ठति, अतः गमयति. सत्यं सत्यं भगिनी गणनास्ति अहं तत् चिन्तितवती अत्र गमि इति अन्तिम अन्तिम अक्षरे अत्र इ इकारान्तम् आगच्छति अतः गुणकार्यम् आगच्छति गमयति इति आगच्छति सत्यं सत्यं गमीयोगः अयोगः इति शप् इत्यस्य इत्यस्मिन् अकारः अवशिष्यते गमीयोगः अयोगः इति तत्र शप् इति अस्ति इति कृत्वा गुणः भवति गमे गमी इत्यस्य इकारस्य गुणः एकारः गमे योगः अयोगः इति तदनन्तरं यान्तावान्तदेशसन्धिं कृत्वा गमय गमययोगः इति गमयति परन्तु अत्र भवती उक्तवती किल गणं गणम् एव इति नास्ति इति हा गणः नास्ति परन्तु तत्र अत्र गमयति इति रूपं कथं भवति इति तत्र प्रेरणार्थे निच् अस्ति अस्तु चुरादिगणे स्वार्थे निच् सा एव भेदः खलु सत्यं चुरादिगणे स्वार्थे निच् इत्युक्ते तत्र निच् प्रत्ययस्य विशिष्टः अर्थः नास्ति तत्र परन्तु अत्र यत्र प्रेरणार्थे निच् अस्ति तत्र तु प्रत्ययस्य विशिष्टः अर्थः अस्ति भगिनी प्रेरणार्थकर्मणि प्रयोगः न न प्रेरणार्थे कर्मणि प्रयोगः नास्ति यत्र यत्र कोऽपि कर्ता अस्ति सः अन्यं प्रेरयति किमपि कार्यं कर्तुं तत्र प्रेरणार्थे निच् प्रत्ययस्य प्रयोगः भवति यथा अत्र पिता पुत्रं विद्यालयं गमयति इति अस्ति इत्युक्ते पुत्रः एव गच्छति परन्तु पिता पुत्रं प्रेरयति गमनार्थं प्रेरयति तथा तस्मिन् सन्दर्भे प्रेरणार्थे निच् प्रत्ययस्य प्रयोगः भवति यथा अत्र पिता पुत्रं विद्यालयं गमयति अस्तु समीचीनं तर्हि हा कुत्रचित् ध्वनिः अस्ति कृपया म्यूट् करोतु अत्र रमा भगिनी रमा भगिनी कृपया म्यूट् करोतु हा भगिनी अहं प्रथमवारम् इति शृणोमि भगिनी धातोः किमपि गणः नास्ति इति अपि अस्ति सत्यम् इत्युक्ते वस्तुतः उपद्विसहस्रं धातवः सन्ति ये धातवः पाणिनेः धातुपाठे सन्ति तान् धातून् विहाय अन्ये धातवः अपि सन्ति ये वयम् अस्माभिः निर्मीयते अस्माभिः एव निर्मीयते तादृशधातवः अपि सन्ति अस्तु भगिनी बहु धातु आतिदेशिकधातूनां कृते तत्र गणः न भवति खलु सत्यं यत्र नूतनधातुः वयमेव तस्य निर्माणं कुर्मः तादृशधातूनां गणः नास्ति वयमेव धातुं स्वीकृत्य औपदेशिकधातुं स्वीकृत्य पाणिनीयधातुपटे यः कोऽपि धातुः अस्ति तं धातुं स्वीकृत्य किमपि प्रत्ययं योजयित्वा नूतनधातोः निर्माणं भवति तत्र तादृशधातुः गणपाठे नास्ति तेषां नामकरणमस्ति औपदेशिक आतिदेशिकधातुः इति आतिदेशिकधातुः आतिदेशिकधातुः इति आतिदेशिकधातुः अपि च ये धातवः पाणिनीयधातुपाठे सन्ति तेषां नामकरणमस्ति औपदेशिकधातुः उपदेशावस्थायाम् इति वदामः तत्र अस्तु समीचीनं तर्हि इदानीम् अत्र नूतनं करपत्रं कृपया सर्वे उद्घाटयन्तु किञ्चिदेव पठामः अवगच्छामः तदनन्तरम् अग्रे सरेम अत्र माहेश्वराणि सूत्राणि इति करपत्रमस्ति प्राप्तं वा सर्वे उद्घाटयन्तु अस्तु हा अस्तु समीचीनं तर्हि अत्र किञ्चिदेव वदामि अत्र माहेश्वरसूत्राणि अपि च पाणिनीयसूत्रं तत्सर्वं कथं पठनीयम् इत्यस्य कृते अत्र मूलयन्त्राणि अत्र व्याकरणस्य पठनार्थं मूलयन्त्राणि कानि इति चेत् माहेश्वरसूत्राणि अपि च तत्र पाणिनीयसूत्रस्य अवगमनार्थम् अत्र किं किम् आवश्यकम् अपि च इत्संज्ञाप्रकरणम् इति त्रयः विषयाः अत्र सन्ति माहेश्वरसूत्राणि अपि च पाणिनीयसूत्रे पाणिनीयसूत्रे अष्टाध्यायी इति ग्रन्थे पाणिनीयसूत्रस्य अवगमनार्थं किं किम् आवश्यकम् अत्र किं ज्ञात्वा वयं सूत्रस्य अवगमनं भवति अपि च इत्संज्ञाप्रकरणं पूर्वं वयं दृष्टवन्तः खलु अत्र शप् इति प्रत्ययः अस्ति चेत् तत्र शकारस्य लोपः भवति पकारस्य लोपः भवति तत्र शकारस्य इत्संज्ञा भवति पकारस्य इत्संज्ञा भवति इति किञ्चित् अवगतवन्तः कथम् इत्संज्ञा भवति केन सूत्रेण इत्संज्ञा भवति कुत्र अस्ति तादृशसूत्रं तत्सर्वम् इदानीं वयम् अग्रे गत्वा पठिष्यामः तर्हि एतानि एव मूलयन्त्राणि अपि च अत्र पाणिनीयसूत्रं कथं पठनीयम् इत्यस्मिन् विषये सामान्यलोके विभक्तयः सन्ति तत्र विभक्तीनां विशिष्टः अर्थः अपि अस्ति सामान्यलोके परन्तु अत्र पाणिनीयसूत्रे विभक्तीनां भिन्नः एव अर्थः अस्ति अत्र तर्हि अत्र प्रथमा विभक्तिः इत्युक्ते का तस्य अर्थः कः अपि च तृतीया विभक्तिः इत्युक्ते का तस्य अर्थः कः इति तत्सर्वम् अग्रे गत्वा पठिष्यामः तादृश अवगमनेन वयं सूत्रं पठितुं शक्नुमः अस्तु इदानीम् अस्माकं पुरतः प्रथमः विषयः अस्ति माहेश्वराणि सूत्राणि तर्हि माहेश्वराणि सूत्राणि कानि इत्युक्ते अत्र माहेश्वराणि इति अस्ति तर्हि महेश्वरात् आगतानि एतानि सूत्राणि इत्युक्ते अत्र पाणिनिः इति एकः वैयाकरणः आसीत् सः एव अष्टाध्यायी इति ग्रन्थं रचितवान् अष्टाध्यायी बहु प्रसिद्धः अस्ति अत्र वस्तुतः चतुस्सहस्रं सूत्राणि सन्ति अष्टाध्याय्यां व्याकरणग्रन्थस्य रचनार्थं पाणिनिः पाणिनिमहर्षिः सः एकवारं सः शिवमुद्दिश्य तपस्यां कृतवान् तत्र शिवस्य यदा शिवः यदा नृत्यं कृतवान् तत्र शिवस्य डमरुतः ध्वनिं श्रुत्वा सः एतानि सूत्राणि रचितवान् अत्र वस्तुतः चतुर्दशसूत्राणि सन्ति माहेश्वरसूत्राणि इति प्रसिद्धानि एतानि सूत्राणि पाणिनेः अष्टाध्याय्यां इति ग्रन्थे न सन्ति एतानि सूत्राणि पृथक् एव परन्तु अत्र अष्टाध्यायी इति ग्रन्थः एतानि सूत्राणि आधारीकृत्य अस्ति अतः एतेषां सूत्राणाम् अवगमनं बहु आवश्यकम् अस्तु अत्र करपत्रात् किञ्चिदेव पठामः अत्र सुमन् भगिनी आरम्भं करोति वा माहेश्वराणि सूत्राणि आं भगिनि अस्तु ये माहेश्वरसूत्र सूत्राणां प्रसङ्गे न जानन्ति क्षम्यतां एकनिमिषं सम्यक् न दृश्यते अस्तु ये माहेश्वरसूत्राणां प्रसङ्गे न जानन्ति प्रथमं भीतिः मास्तु अस्मिन् सारल्यम् अस्मिन् सारल्यम् अस्ति अपि च सौन्दर्यम् अधुना यत् अधः लिखितम् अस्ति तत् पठित्वा यावत् शक्यम् अवगच्छतु अग्रे गत्वा पाठेषु एषां सूत्राणां महत्त्वं प्रकटं भविष्यति इमानि चतुर्दश माहेश्वराणि सूत्राणि पठामि किं पठतु अस्तु प्रथमम् अस्ति अ इ उण् द्वितीय ऋक् तृतीय एं चतुर्थ अस्ति ए ऐ औच् पञ्चम हयवरट् लन् क्षम्यतां न्यमा नम् झभ झभङ् घडदश् जबगडदश् खप च अठथ चटत्व चटत तव क्षमितं कपय शश सर् हल् उपरि उपरि चतुर्दश वाक्यानि लिखितानि प्रत्येकं वाक्यम् एकं सूत्रम् सर्वे वर्णमालां जानीयुः अत्र वर्णमालायाः नूतनं आयोजनम् इति चिन्तयतु आयोजनस्य आधारप्रत्याहारः तावत् वदतु अस्तु इति लिखितं चतुर्दशसूत्राणि अस्ति ऐ उण् एकं वाक्यम् अस्ति वाक्यं प्रत्येकवाक्यम् एकं सूत्रम् अस्ति अतः चतुर्दशसूत्राणि सन्ति सूत्रस्य क्रमः विशेषः अस्ति प्रत्याहार इति जानामि किन्तु कथं वदति इदानीं मास्तु प्रत्याहार मास्तु इदानीं सूत्रस्य अत्र चतुर्दशसूत्राणि सन्ति हा समीचीनमेव अनन्तरं अत्र वर्णमाला एव वयं तु जानीमः पूर्वं यत् पठितवन्तः तत्र तु वर्णमाला भिन्नम् अस्ति क ख ग घ च छ झ सर्व तत्र तु अ तद् रूपं दृष्टवन्तः इदानीं तु रूपं भिन्नम् अस्ति किन्तु सर्वे वर्णाः अत्र अपि सन्ति सत्यं समीचीनं तर्हि माहेश्वरसूत्राणि इत्युक्ते वस्तुतः चतुर्दशवाक्यानि एकैकं सूत्रम् एकं वाक्यम् अस्ति अत्र अ इ उण् इति एकं वाक्यम् अस्ति प्रथमं सूत्रम् अस्ति अ इ उण् तदनन्तरं रुल् रिक् इति द्वितीयं वाक्यम् एओङ् ऐच् हाय वारट् लण् ण्यामाङ्गणम् झ भै घढधश् जबगडदश् खफ छ ठ थ चटतौ कफै शशसर् हल् इति चतुर्दशसूत्राणि अस्ति अत्र वर्णमाला एव स्वराः अपि च व्यञ्जनानि परन्तु किञ्चित् भिन्नरूपेण अत्र प्रदर्शितम् अस्ति तावदेव आयोजनं किञ्चित् भिन्नम् अस्ति परन्तु वर्णमाला एव स्वराः अपि व्यञ्जनानि अत्र सन्ति आदौ स्वराः सन्ति आयि उन् रुल् रिक् एओङ् अयौच् इति स्वराः तावत्पर्यन्तं स्वराः तदनन्तरं व्यञ्जनानि हयवरट् लण् इति तत्र अवर्गीयव्यञ्जनं तदनन्तरं वर्गीयव्यञ्जनानि न्यामागाणान पञ्चमवर्णः प्रत्येकस्मिन् सदस्य प्रत्येकस्मिन् वर्गे पञ्चमः वर्णः न्यामागाणान इति तदनन्तरं चतुर्थः वर्णः जभै घडधश् इति चतुर्थवर्णः वर्गस्य अनन्तरं तृतीयः वर्णः वर्गाणां तृतीयवर्णः जब गडदश् इति अनन्तरं द्वितीयः वर्णः क प चट थ अनन्तरं प्रथमवर्णः चटत अनन्तरं कपै इति प्रथमवर्णः तदनन्तरम् अवर्गीयव्यञ्जनानि श ष स सर् हल् प्रत्येकस्मिन् सूत्रे यः अन्तिमः वर्णः अस्ति यथा अत्र प्रथमसूत्रे अ इ उण् तत्र अन्तिमवर्णः णकारः इति वर्णः इत्संज्ञकवर्णः अस्ति तत्र केवलं सीमां स्थापयति यदि अहम् एकस्मिन् समूहस्य विषये ज्ञातुम् इच्छामि तर्हि अण् इति वदामि चेत् अण् इत्युक्ते अत्र प्रत्याहारः इत्युक्ते वर्णानां समूहः अस्ति अण् इति वदामः चेत् प्रथमसूत्रे अकारः इति आदिमः वर्णः अस्ति णकारः अन्ते अस्ति, तर्हि अण् इति प्रत्याहारे के के वर्णाः इति पृच्छामि चेत् तत्र अ इ उ एते वर्णाः एव अन्तर्भूताः, णकारः तस्मिन् गणे नास्ति, केवलम् अत्र सीमां स्थापयति। तर्हि अण् इति वदामः चेत् अ इ उ, तदनन्तरम् अक् इति वदामि चेत् तत्र प्रथमसूत्रं द्वितीयसूत्रं योजयित्वा अक्, तर्हि आदिमवर्णः अकारः अन्ते ककारः, ककारः इत्संज्ञकवर्णः, तर्हि तस्मिन् समूहे नास्ति। तर्हि अक् इति प्रत्याहारे के के वर्णाः इति चेत् अकारः, इकारः, उकारः, ऋकारः, लृकारः इति एव। तर्हि ककारः तस्मिन् गणे नास्ति, परन्तु केवलं सीमां स्थापयति, जस्ट् टु एस्टाब्लिश् बौण्ड्रि इति विषयः अस्ति। अत्र स्थगयामः, अग्रिमसप्ताहे पुनः एतस्मिन् विषये चिन्तनं कुर्मः, अपि च पठिष्यामः करपत्रात्। अत्र मम प्रार्थना अस्ति, सर्वे कृपया एतानि सूत्राणि कण्ठस्थीकुर्वन्तु गृहपाठरूपेण। चतुर्दशसूत्राणि एव सन्ति, कृपया गृहपाठरूपेण कण्ठस्थीकुर्वन्तु। अस्तु, कोऽपि प्रश्नः वा? अत्र आगि वर्ण ऋ लुक् तत्र प्रायः बहुत्र लृ इति श्रूयते, परन्तु तत् असाधु इत्येव मन्ये, लु इत्येव, यतोहि तत्र देवनागरीलिपौ तु एवं भवति, लृ लृ अनयोः भेदः समीचीनरूपेण न दृश्यते, अनेन भ्रमः अधिकेन जायते तत्र लृ इति, परन्तु वस्तुतः तस्य उच्चारणं भवति लु इत्येव। समीचीनं महोदय, अत्र वस्तुतः अत्र दक्षिणभारते लु इति उच्चार्यते, उत्तरभारते तु लृ इति उच्चार्यते, अतः अत्र प्रायः किञ्चित् मतभेदाः सन्ति कथम् उच्चारणीयम् इति। अस्तु अस्तु, समीचीनं। तर्हि अत्र स्थगयामः, गृहपाठरूपेण कण्ठस्थीकुर्वन्तु, अग्रिमसप्ताहे पुनः पठिष्यामः। प्रश्नः न अवगतः। संयुक्त अक्षरं न संयुक्त अक्षरं नास्ति, ऋकारः इति स्वरः अस्ति, संयुक्त अक्षरं नास्ति। धन्यवादः, समीचीनं। तर्हि अत्र स्थगयामः, अग्रिमसप्ताहे पश्यामः। धन्यवादः, धन्यवादः। एकक्षणं भगिनी, अहं रेकार्डिङ्ग् स्थगयामि, तदनन्तरं पश्यतु। धन्यवादः।